अमरीकबरी भारभ्रमरी मुखरी कृतं दूरी करोतु दुरितं गौरीचरणपङ्कजं दुरितं दूरीकरोत्विति आशास्ते कविरप्पय्यदीक्षितः। अत्र कीदृशं गौरीचरणपङ्कजम् इत्युक्ते अमरीकबरीभारभ्रमरीमुखरीकृतम् इति विशेषणं ददाति। अमरीयो नाम देव्यः, अमरीनां कबर्यः, कबर्याः कबर्यः नाम केशपाशाः, अमरीनां कबर्यः अमरीकबर्यः, अमरीकबरीभारः नाम अमरीकबरीणां भारः तन्नाम तत्र संलग्नानि पुष्पाणि अमरीकबरीभारः। तेषां भ्रमर्यः अमरीकबरीभारभ्रमर्यः। पुष्पाणां परितः साधारणतः भ्रमराः भवन्ति, अत्र भ्रमर्यः भवन्ति इति सः स्वीकरोति कविः। तदस्तु नाम अमरीकबरीभारभ्रमर्यः भवन्ति, तैः मुखरीकृतम्, अमरीकबरीभारभ्रमरीभिः मुखरीकृतम् इति समस्तपदस्य विग्रहम् अन्ते वक्तुं शक्नुमः। मुखरीकृतं नाम शब्दायमानम् इति, शब्दपूर्णं कृतम् इति वा वक्तुं शक्नुमः। अतः एवं गौरीचरणयोः अमर्यः आगत्य नमस्कुर्वन्ति, तदा तेषां केशपाशेषु लग्नेषु पुष्पेषु परिचरन्तः भ्रमर्यः मुखरीकुर्वन्ति, तादृशमस्ति गौरीचरणपङ्कजं। तादृशं गौरीचरणपङ्कजं युष्मद् दुरितं दूरीकरोत्विति आशास्ते। श्रीगणेशाय नमः इति तस्मात् पूर्वं वक्ति अस्तु। अयं खलु कुवलयानन्दस्य प्रथमश्लोकः।